नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. अस्मिन् तत्र यङन्तधातूनां लृट् लकारस्य रूपसिद्धिः इति तस्मिन् परिच्छेदे वयं स्मः. तत्र भगिनी तत्र सारांशरूपेण वदति वा कोऽपि? अस्तु. सो इदानीम् अधुना काशिकायां किं लिखितमस्ति तस्य सारांश इति अस्ति. प्रथमम् अस्ति हल् उच्चारस्य शब्दस्य आर्धधातुके लोपो भवति इति किमस्ति. यथा वयं जानीमः यङन्तपद यदि यङ् लुक् अस्ति तत्र अच् परे यदि य शब्दः अस्ति तत्र अतोलोपस्य कार्यं कृत्वा तदनन्तरं आगच्छति. यथा लोलुयिता पोपुयिता अस्ति तत्र लोलूय यदि अस्ति तत्र यस्य हल कार्यं न करोति लोलूय तत्र अतोलोप अनेन कार्यं भवति. तदनन्तरं लोलूय इता इति लोलुयिता इति भवति. तत्र य शब्दस्य तत्र लोप न भवति. किन्तु हल् उत्तरस्य यदि अस्ति यथा बेबिध्य इति अस्ति वा निज्य लेलिख्य तत्र यस्य हल अनेन किमस्ति हल् उत्तरस्य यत् य शब्दः अस्ति तत्र वयं सृष्टप्रक्रिया यत् अस्ति तत्र वयं कृतवन्तः य इति सङ्घातग्रहं स्वीकर्तव्यं. तदानीं य अकारयुक्त य शब्दः अस्ति तत्र यस्य हलनेन यकारस्य लोप एव भवति. तदनन्तरं यत् अवशिष्यते तस्य अतोलोपनेन लोपः भवति. अजादेश अच समन् अच परस्मिन् पूर्वविदौ कर्तव्ये अजादेश आनीतं. तदनन्तरं यदि वृद्धिकार्यमस्ति या गुणकार्यमस्ति तस्य निषेधं भवति अच परस्मिन् पूर्वविधौ इति कृत्वा वयं इष्टरूपं प्राप्नुमः. यथा बेबिद्य यदि अस्ति बेबिद्य तत्र बेबिद्य इति बेबिद् य दकार इति हल् अस्ति य इति शब्दः अस्ति तस्य उत्तरवर्ति य शब्दः अस्ति. अत्र यस्य हलस्य अस्य प्रसक्तिः भवति. इदानीं य अकारयुक्त अस्ति यकारस्य केवलं यस्य हलनेन यकारलोपः भवति. अ यदि अवशिष्यति अतो लोप आगत्य तत्र बेबिद् योग इदानीं यदि इत्थम् अस्ति ऐतव्यम् अस्ति इति भवति वा इष्यति लित् लकारे आगच्छति. सो तत्र किं भवति आर्धधातुकप्रत्ययः परे अस्ति अत्र पुगन्तलघुपत्यस्य बेभेदिष्यति इति भवति. किन्तु बेभेद् इति इष्टरूपं नास्ति इति पुगन्तलघुपतस्य इत्यस्य निषिद्धं कर्तव्यं. तत् कारणेन अच परस्मिन् पूर्वविधौ अनेन वयं अजादेश स्वीकुर्मः. अजादेश यदि आगच्छति तदनन्तरं पुगन्तलघुपतस्य इत्यस्य कार्यं निषिद्धं भवति. तो बेबिद् योग इत्थं बेबित्वम् इति रूपं भवति या बेबिष्यति बेबित्तव्यम् इति भवति. तो अत्र प्रश्नः अस्ति यदि सङ्घातग्रहणं यस्येति सङ्घातग्रहणम् अस्ति इति तस्य इति य शब्दस्य लोप कथम् इति य शब्दस्य वयं लोप इति अवगमनं भवति इति य शब्दस्य लोप नास्ति किन्तु यकारस्य एव लोप अस्ति. तो अतः यदा यस्य हल इति सूत्र वयं पश्यामः सूत्रं तो तस्य यस्य अनेन सामान्य अवगमनं भवति यकारान्तपदस्य षष्ठी विभक्ति यस्य अस्ति तो इति य शब्दस्य इति लोपः भवेत्। किन्तु यदि य हल इति यथेव अग्रिमं परिच्छेद अस्ति य हल इति यदि वदामः तत्र यकारान्त प्रातिपदिकम् अस्ति तस्य षष्ठी भवति यः भवति तो यः हल इति भवेत्। तो यस्य हल अनेन वयं य शब्द इति स्वीकुर्मः न तु य हल यथा भवति तत्र यकारस्य एव स्वीकर्तुं शक्नुमः। तो इति माता वदति अधिकवक्तव्यं काशिकायाम् इति दत्तम् अस्ति यस्य हल अस्ति तत्र यस्येति सङ्घातग्रहणम् अपि लिखितम् अस्ति। तो यस्येति सङ्घातग्रहणम् इति अधिकं यस्य हलस्य कृते तस्य विवरणम् अस्ति कारणकि यस्य हलनेन केवलं य शब्दस्य इति लोप अवगमनं भवति किन्तु यदि अधिकं वयं विवरणं लिखामः यथा यस्येति सङ्घातग्रहणं दत्तमस्ति काशिकायाम् इत्यस्य अर्थः भवति यस्य इति सङ्घातग्रहणं यत् य शब्द यकार कार द्वयोः मिलित्वा यदि उपस्थितिः अस्ति तदानीम् एव यस्य हलस्य प्रसक्ति भवति अपि अनेन केवलं यकारस्य एव लोप भवति न तु केवलं पूर्णय शब्दस्य भवति इति एक चर्चा आगता। दूसरी अन्य चर्चा आगता कि वा इति कथं दत्तम् अस्ति अनेन तो वा इति दत्तम् अस्ति कारणकि अन्यमार्ग अपि अस्ति एकमार्ग वयं यथा प्रक्रिया कृत अस्माभिः प्रक्रिया कृता तस्य एकमार्ग अस्ति वा इति अन्यमार्ग यत् अस्ति इति अस्ति आदे परस्य यदि वयं स्वीकुर्मः अनेन अपि एकमार्ग भवति अनेन किं भवति आदे परस्य इति सूत्रं वदति पञ्चमी निर्दिष्टात् निमित्तात् विद्यमानशब्दस्य उक्त आदेश तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति। तो इदानीम् इति आदे परस्य इति सूत्रमस्ति तस्मात् उत्तरस्य इति सूत्रस्य नियम सूत्रमस्ति तस्मात् उत्तरस्य इति सूत्रं वदति तस्मात् इति पञ्चमी विभक्ति यत् पदं निर्दिष्टमस्ति तस्य उत्तरस्य यः शब्दः अस्ति तत् तत् स्वीकरणीयं किन्तु आदे परस्य इति नियमं करोति तो पञ्चमी निर्दिष्टं पदस्य उत्तरं यत् शब्दः अस्ति तत् शब्दस्य प्रथमवर्णनम् अस्ति तस्य स्थानी वक्त्वं स्वीकरणम् इति अस्ति आदिपदस्य सो इति एक अन्य युक्ति अस्ति अनेन यस्य हल अनेन आदिपदस्य यदि वयं स्वीकुर्मः तत्र य शब्दस्य केवलं यकारस्य एव लोपः भवति न तु अकार पूर्ण य शब्दस्य इति लोपः करणीयम् इति अस्ति अन्य युक्ति इति काशिकायां दत्तमस्ति। अन्य चर्चा आगताः अलोम्यस्य इति यस्य हल इति सूत्रे अलोम्यस्य अधिका आवश्यकता नास्ति कारणकि अतो लोप इति यत् सूत्रमस्ति तत् सूत्रं यस्य हल अने पूर्वं सूत्रमस्ति 6448 अतो लोप यस्य हल अस्ति 6449 तो यस्य हल अनेन यदि यकारस्य लोपः भवति अकार यत् अवशिष्यते तस्य लोप वयं यदि अलोम्यस्य इति स्वीकुर्मः तो अनेन अलोन्त्यस्य यदि यस्य हलति वयं स्वीकुर्मः तस्य य शब्दस्य चेत् अलोन्त्यस्य इति यदि वयं परिभाषासूत्रं स्वीकुर्मः तत् अकारस्य एव लोपः भवति अनेन तु किन्तु अकारस्य लोपः अस्माकं विवक्षा नास्ति कारणकि अतो लोपनेन अकारस्य अदन्त अङ्गस्य अर्धधातुकप्रति इति लोपः भवति अदन्त अङ्गस्य अकारस्य लोपः तु अलौण्ट्यस् इति परिभाषा यस्य हल अत्र तस्य कार्यं नास्ति इति अन्य आगता. इदानीं वयं पठामः अग्रे काशिकायाम् अस्ति ईष्यताम् अव्यता इति दलसासख्यम् अस्ति इति अग्रे काशिकायाम् उक्तं यत् सङ्घातग्रहणं किम् ईष्यता मव्यता. अत्र ईष्यधातु मव्यधातु योगः तृच् प्रत्यय ईष्ययोग इत्र यदि यस्य हल् इत्यनेन हल् वर्णात् आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति. यः अनिष्टः तस्य निवारणार्थं यस्येति सङ्घातग्रहणम् एतत् इति. अनेन अवगम्यते यत् यः यकार अकारसहित तस्य एव लोपः भवति हल् आर्धधातुके. इदानीम् ईष्यधातु इति स्वीकृत्य इतायति इडागमसहित त्रिश् प्रत्यय भवति इता. तत्र ईष्य इति धातु अस्ति हल् उत्तरस्य शकार मूर्धन्यशकार मूर्धन्यशकार वा रेप इति वयं स्वीकुर्मः. तस्य उत्तर यकार अस्ति तो इति यस्य हल् अनेन अस्ति. यदि वयं यकारे एव तस्य लोपः कुर्मः तो तत्रापि कथम् इति न स्वीकर्तव्यम् ईश. तत्रापि यस्य हलस्य अनेन यकारस्य लोपः कर्तुं शक्नुमः किन्तु इति नास्ति. सङ्घातग्रहणम् इति युक्ते यकार अकार सहित भवेत् न तु यकार केवलम् उपस्थिति एकाकी भवेत्. तु यद् यकार एकाकी भवेत् तत्र यस्य हल इत्यस्य प्रसक्तिः प्राप्तिः न भवति इति अस्ति. यस्यति सङ्घातग्रहणं स जलसार्थक्यम् इति अस्ति. साधु भगिनि. आं भगिनि, आं भगिनि, बहु सम्यक् उक्तवती भगिनि. अस्तु, सो तत्र अनन्तरमपि कोऽपि अन्य पठति हल् इति लोलुयिता हल इति किम् इति आकाशिकायाम् अन्तिमः अंशः अस्ति इति आरभ्य खलु. आमाम् अरुणा भगिनि भगिनि हरि ओं भगिनि, न श्रूयते भगिनि. नमस्ते भगिनि, विलम्बेन आगतवती. पठामि भगिनि. अत्र प्रश्न उदेति यत् यस्य हलः इति सूत्रेण या शब्दस्य यकार हलः काशिकायाम् अन्तिमः अंशः अस्ति इति. ओके ओके भगिनि, काशिकायाम् अन्तिम अंशः अस्ति हल इति किं लोलूयत पोपूयत. अनेन बोध्यं यत् यकारात् हल् वर्णः नास्ति चेत् यकारलोपो न भवति इति. लोलूय युग इतृ पूय इतृ काशिकायां चर्चित भवति हल इति हलः इति किम् उक्तम् उदाहरणं लोलूयत पोपूयत इति रूप उदाहरणानि सन्ति. अनेन अत्र कारणं किम् इति चेत् यकारात् प्राक् हल्वर्ण नास्ति यकारलोपः न भवति अतः लोलूय अत्र या अवशिष्यति पोपूय अत्रापि या अवशिष्यति. अग्रिमे पठामि भगिनि. अत्र प्रश्न उदेति यत् यस्य हलः इति सूत्रेण या शब्दस्य यकार अकारयोः लोपः भवति चेत् लाघवं भवति अतो लोपः इत्यस्य अनावश्यकत्वात्. तदर्थम् अचः परस्मिन् पूर्वविदो इत्यनेन यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं या शब्दलोपे स्वीकर्तव्यम्. अनेन तस्य स्थानिवद्भावः अपि भविष्यति लाघवमपि भविष्यति. नो चेत् लेलिक्ययुगः इष्यति इति स्थले या शब्दलोपानन्तरं लेलिक् इष्यति उपगन्तलघुपदस्य इत्यनेन उपधायां स्थितस्य लघु इकः गुणः भविष्यति. अतः लेलेखिष्यति यदि अनिष्टरूपं जायते. तर्हि अजादेशत्वं यशब्दलोपे स्वीकरणीयं. मातृभिः पुष्टं तत् यथा भवितुमर्हति वा इति ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अचस्पूर्वविदो इति तदे अजादेश इत्युक्ते एक एव अचोर्णस्य यः आदेशः अच् युक्तहल्वर्णं चेत् अथवा अच् युक्त अच्वर्णः चेत् आजादेशः स्वीकर्तुं न शक्यते. प्रयत्नं करोमि भगिनि. अत्र अन्य प्रश्नः अस्ति, यस्य हलः. अत्र सूत्रं वदति अर्थमस्ति य शब्दस्य यकार अकार द्वयोः लोपः भवति भवति चेत् लाघवं भवति. किमपि लौघ अल्लोपः इत्यनेन या लोपः या शब्दस्य लोपः भवति अतो लोपः इत्यस्य आवश्यकता नास्ति. अतः अन्यसूत्रम् अत्र दत्तम्. अतः परस्मिन् पूर्ववधौ इत्यनेन लोप अजादेश स्थानिवत् भवति इति उक्तम्. उदाहरणमस्ति लेलिख्य युवः इष्यति. अत्र हलः इति सूत्रेण यकार या शब्दः लोपः भवति चेत् लेलिक् इष्यति. पुगन्तलघुपदस्य कार्यं करोति. लेलिखिष्यति परन्तु तद्रूपम् अनिष्टरूपम्. अतः अजादेशः स्थानिवत् इति स्वीकरणीयं. मातुभिः उक्तमत्र केवलम् अकारलोपः भवति. तदेव भगिनि. सरला भगिनि. आम् आं भगिनि. इति अत्र अस्ति यथा यस्य हल् अनेन य शब्द यदि वयं तस्य लोपः भवति साधु. सो इदानीं यदि य शब्द तत्र केवलम् अकार एव, यदि यकार योग अकार अस्ति. इदानीं वयं पूर्वं दृष्टवन्तः य शब्दस्य कृते अच्च परस्मिन् पूर्वविधो अत्र अजादेश न भवितुं शक्नोति. कारणं य शब्द अजादेश न भवितुं शक्नोति. तत्र एक अल्वन नास्ति. तत्र य अकारद्वयो अस्ति. सो इदानीम् अस्मिन् परिच्छेदे दत्तमस्ति य शब्द यत् अस्ति तत्र केवलम् अकार एव वयं यत् अच् पर अस्ति तत् एवं स्वीकुर्मः. यकार न स्वीकुर्मः. केवलम् अजादेश यदि वयं स्वीकुर्मः तत्र अजादेश आगत्य तत्र पुगन्तलघुपदस्य तस्य प्रसक्तिः न भवति. तत् अजादेश कृत्वा वयं कार्यं सिद्धं कर्तुं शक्नुमः. यथा उदाहरणमस्ति लेलिक् योग इष्यति. अत्र लेलिख्य यदि अस्ति तत्र यस्य हलनेन य शब्दस्य लोपम् अभवत्. इदानीं य शब्दस्य केवलम् अकार वयं अजादेश स्वीकुर्मः. तत् अजादेश कृत्वा वयं पुगन्तलघुपदस्य यस्य कार्यं यदि रूपं भवेत् तत् माता वदति यदि अचपरस्मिन् पूर्वविदो अनेन अजादेश वयं स्वीकुर्मः तत् यदि अच् अपि हल् वर्णयुक्ते यथा यकार अकार तत्र न अजादेश भवति. अच् प्लस् अच् अपि अस्ति यदि अस्ति तत्र अपि अजादि च न केवलम् एकवर्ण यदि अच् यदा अतो लोप कृत्वा अच् लोप भवति अकारस्य लोप भवति केवल एकं वर्ण एव यदि अल्पर्ण तस्य यदि भवति तत्र अजादि च अच् भवति यदि अच् वर्ण अच् वर्ण धन्यवादः धन्यवादः भगिनी तदेव भगिनी अपि उक्तवती खलु अग्रे किं भगिनी सरला भगिनी भवत्याः ध्वनिः मध्ये मध्ये भग्नः जायते अहं न जानामि कथम् इति अस्ति मध्ये मध्ये तथा भवति अधुना सम्यक् अस्तु क्षणं यत् भवति तत् सम्यक् आसीत् आम् इति अवगमनम् अभवत् साधु आमां भगिनि गते सप्तति वयं पठितवन्तः इदानीम् उदाहरणमस्ति सूर्यकुमारी भगिनि पठति वा नमस्ते भगिनि शृणोति वा आम् आं भगिनि भाष्यकारैः प्रमाणेन प्रमाणत्वे अनेकानि उदाहरणानि विंशति विंशतेः पूरणम् इति अर्थे विंशतिशब्दात् तस्य पूरणे इट् इत्यनेन इत् प्रत्ययः आयाति विंशतियोगः इत् अनुबन्धलोपानन्तरं विट् प्रत्ययस्य इट् प्रत्ययस्य अकार अनुबन्धलोपानन्तरं क्षम्यतां भगिनि डट् प्रत्यय अनुबन्धलोपानन्तरम् अकार एव अवशिष्यते विंशतियोगः आ अस्मिन् प्रत्यये परे विंशति इत्यस्य यचि बम् इत्यनेन भासङ्ग्ना भवति तदा थि इत्यनेन भासगिनकस्य विंशतिशब्दस्य ति इत्यस्य लोपः विंशयोगः अ अतो गुणे इत्यनेन पूर्वपरयोः पररूपमेकादेशः विंश इति शब्दः भाष्यकारैः प्रमाणेन अनेकानि उदाहरणानि दत्तानि तत्र एकम् उदाहरणमस्ति विंशतेः पूरणम् इति अर्थे विंशति शब्दात् पूरण प्रत्यय दट् आयाति अनुबन्धलोपानन्तरम् आ एव अवशिष्यति तत्र यचि बम् इत्यनेन भासङ्ग्ना भवति विंशति इति शब्दे तदा विंशतेः दिति इत्यनेन भासज्ञकस्य विंशतिशब्दस्य ति इत्यस्य लोपः भवति तत्र तकार इकार विंशयोगः अतो गुणे इत्यनेन पूर्वपरयोः एक एव पररूपम् आयाति अकारलोपः विंशस्य अकारलोपः भवति विंश इति शब्दः अत्र सीलोपः भवति सी इत्यत्र सकार इकारः वर्णद्वयस्य लोपः अतः अच परस्मिन् पूर्वविधौ इत्यनेन स्त्रीलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि विंशयोगः ति योगः अ इति भवति अच परस्मिन् पूर्वविधौ स्वीक्रियते चेत् पूर्णति शब्दः पुनः आयाति अकारयुक्तः इकारयुक्तः तकार तत्र अतोगुणे प्रसक्ति अपि नास्ति विंशयोगः ति योगः आ इति एव तिष्ठति अथवा अजादेशत्वेन कारः एव स्वीक्रियते चेत् विंशयोगः आ अतोगुणे इत्यनेन विंशयोगः विंशयोगः तत्र विंश इति अनिष्टं रूपं विंश्य इति अनिष्टरूपम् अतः कथञ्चित् अपि अस्यां दशायां यत्र एकमेव अचुवर्णः त्यक्त्वा वर्णद्वयमस्ति तत्र अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः न स्वीकर्तव्यः यद् पूर्वं वयं चर्चितवन्तः तदेव अच परस्मिन् पूर्वविधौ इत्यनेन एकः एव स्वीकर्तुं शक्यते न तु वर्णद्वयं तत्र उदाहरणेन विंशतियोगः आ इति भवति तत्र अतोगुणे इत्यस्य प्रसक्तिः तत्र नास्ति ति अकार नास्ति इकार अस्ति विंशयोगः ति आ इति एव तिष्ठति अजादेशत्वेन इकारः एव स्वीक्रियते चेत् ति तकारलोपानन्तरम् इकार अवशिष्यते चेत् विंशतियोगः आव् भवति सन्धिकार्येण विंशत्या भवति विंशत्या इति अनिष्टं रूपं तत् तदर्थमेव अच परस्मिन् पूर्वविधौ इत्यनेन एक एव वर्णः स्वीकर्तुं शक्यते इति दत्तम् एकनिमिषं भगिनि अहं चिन्तयन्ती अस्मि अत्र तु अचः परस्मिन् पूर्वविधौ इति पूर्वविधि कर्तव्ये इति उक्तमस्ति खलु अत्र तु ति इति स्थाने अस्ति अतो गुणे किं वदति गुणवर्णे परे अतः अङ्गस्य पररूपादेशः भवति तु अत्र किम् अहं चिन्तयामि शक्यते किं सिद्धमस्ति साधु वंशयोग ए योग अ यदि केवलं ति इति तकार इकार अस्ति वयं केवलम् इकार एव यदि अजादेश तत्सर्वम् अवगतं मम चिन्तनम् एवम् अस्ति अचः परस्मिन् पूर्वविधौ इत्यस्य अत्र कार्यमस्ति वा इति किमर्थम् इत्युक्ते अचः परस्मिन् पूर्व अत्र तु ति इति स्थाने अस्ति ति स्थाने लोपः लोपादेशः जायते अतो गुणे इति पूर्वविधिकार्यम् अस्ति वा इति प्रश्नः अतोगुणे अत्र कथं कार्यं करोति अहं न अवगच्छामि किमस्ति विंशयोग इ अत्र अयोग एकनिमिषं तत्र वदामि विंशतियोगः अ इति अस्ति खलु दट् प्रत्ययः दट् प्रत्यये परे तु किं भवति विंशतिशब्दस्य ति इति पूर्णतया ति शब्दस्य लोपः भवति पूर्णतया ति शब्दस्य लोपः भवति विंशति द्विति इति सूत्रेण द्विति इति सूत्रेण पूर्णतया प्रथमं लोपः भवति तदा किं जायते विंशयोगः डट् इति भवति खलु आम् आम् अ इति भवति इत्यनेन सत्यम् अस्ति मम प्रश्नः अस्ति तत्र मम प्रश्नः अस्ति नास्ति मम प्रश्नः अस्ति अधुना वयं विंशतेर्डिति इति सूत्रेण यः लोपादेशः जायते खलु ति इति अस्मात् स्थाने शब्दस्य स्थाने लोपादेशः जायते खलु, लोपः जायते खलु, सः तत्र अधुना प्रश्नः वदति अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अस्ति वा इत्येव मम अतो गुणे इति पूर्वविधि कार्यम् अस्ति चेदेव अचः परस्मिन् पूर्वविधौ इति चिन्तयितुं शक्यते खलु. पूर्वविधिकार्यं कार्याणामेव तत्र परनिमित्तिकः अजादेशः स्थानिवद् भवति इति अहं न अवगच्छामि कथम् अभवत् इति. किं न अभवत् इति अहं तु केवलं इदानीम् अहम् इत्यस्य अतोगुणे तत्पर्यन्तम् अहम् अवगच्छामि. विंश इति प्रथमपङ्क्तिम् अवगच्छति खलु, विंश इति शब्दः इति प्रथमपरिच्छेदम् अवगतम्. पूर्वविधौ इति पूर्वविधि अस्ति इति स्वीकुर्मः इति चिन्तयतु. तद्वित्वा तदनन्तरं मम प्रश्नं वदामि अहं. तदा किं जायते, विंश योगः अ इति स्थितौ अधुना अतोगुणे इत्यस्य दृष्ट्या एवं चिन्तयतु. अतोगुणे इति पूर्वविधिकार्यम् इति चिन्तयतु. यदि अतोगुणे इति पूर्वविधिकार्यम् इति मत्वा वयम् अचः परस्मिन् पूर्वविधौ इति भवति खलु तदा. तदा किं कुर्मः, ति लोपस्य ति इत्यस्य स्थाने अजादेशः लोपः ति इत्यस्य स्थाने यः लोपादेशः जातः अजादेशः इति वयं स्वीकुर्मः चेत् पूर्णतया अजादेशः इति इत्युक्ते किं, पूर्वं यत्तुक्तमस्ति य शब्दः एव अजादेशः इति उक्तमासीत् खलु. वर्णद्वयम् अस्ति, वर्णद्वयस्य लोपमपि अजादेशः इति वक्तुं शक्यते इति चर्चा जातं खलु. तस्य उदाहरणत्वेन दत्तमस्ति. तर्हि ति इत्यस्य लोपादेशः पूर्णतया ति शब्दस्य अजादेशः इति स्वीकुर्मः. ति इत्यस्मिन् इकारः अन्तर्भूतमस्ति खलु, अचुवर्णः अन्तर्भूतमस्ति इति कृत्वा पूर्णस्य अजादेशः इति स्वीकुर्मः चेत् तर्हि पूर्वविधि कर्तव्ये इत्युक्ते अतो लोपे गुणे इत्यस्य दृष्ट्या पूर्णतया पूर्वविधि तत्र किं भवति, अजादेशस्य स्थाने पूर्ववर्णः यः आसीत् तदेव पश्यति खलु, इत्युक्ते ति इत्येव पश्यति. स्थानीयता आसीत् तदेव पश्यति खलु. पर्पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः यत् किं पश्यति तत्र पूर्वविधिः पूर्व यत् स्थानी अस्ति तदेव पश्यति खलु, इत्युक्ते लोपस्य स्थाने ति इत्येव पश्यति, लोपं न पश्यति. तदा किं भवति, पुनः प्रक्रिया विंशतीय इत्यस्मिन् अतो गुणे इत्यस्य प्रसक्तिः न भवति. विंशा इति भवेत् तर्हि सूत्रं सवर्णदीर्घसन्धिं भूत्वा अतो गुणे इत्यस्य कार्यं न भवति खलु. विंशा इति भवति, सवर्णदीर्घसन्धिः भवति, अतो गुणे इत्यस्य कार्यं नास्ति चेत् अन्यत् किं करोति. भगिनि एकैकं गच्छामः. तत्र ति इति पूर्णस्य लोपादेशः, ति शब्दस्य लोपादेशः जातः अधुना. ति शब्दः स्थानी अस्ति तर्हि तत्र पूर्वविधौ कर्तव्ये स्थानिवद्भावः स्वीक्रियते खलु इति कृत्वा तत्र लोपस्य स्थाने ति इत्येव पश्यति अतो गुणे इति सूत्रं यदा कार्यं कर्तुम् इच्छति तदा किं जायते, ति इत्यस्मिन् तु तत्र निमित्तमेव नास्ति खलु, अतोगुणे इत्यस्य निमित्तमेव न भवति इति कृत्वा अतोगुणे इत्यस्य कार्यमेव न भवति. तदा किं जायते, केवलं सवर्णदीर्घसन्धिः जायते, विंशा इति भवति. महोदयेन दोषं विंशतीया इत्येव तिष्ठति इति दोषेण लिखितम्, अत्र तु सवर्णदीर्घसन्धिं भूत्वा विंशा इति भवति. साधु भगिनी खलु शेर् करोमि. पटलं दृश्यते वा, पटलं दृश्यते वा भगिनि, दृश्यते वा पटलम्? स्क्रीन् दृश्यते. तर्हि विंशति अनन्तरं डट् इति प्रत्ययः अस्ति. अधुना किं जायते, एवं स्थित्यां क खलु विंशति दट् इति अस्ति खलु. अधुना दट्टि प्रत्यये परे विंशति इत्यस्य दटि प्रत्यये परे विंशति इत्यस्य किं भवति इति लोपः जायते खलु. तदा किं जायते विंश ति इत्यस्य लोपः जायते इति जायते खलु. भगि विंशति द्विति इति सूत्रेण ति लोपः अस्ति. सत्यं तदेव वदन्ति अस्मि भगिनि. ति किम् अस्ति सूत्रम् विंशते द्विति सूत्रेण अनेन सूत्रेण अनेन सूत्रेण एवं भवति ति इत्यस्य लोपादेशः जातः. आम् वन् टु लोपर् जस्ट् टु इण्डिकेट् लोपर् ऐ एम् जस्ट् पुटिङ्ग् इट् अस्. अधुना विंश इति अ इति अस्ति खलु साक्षात् विंश अ इति अस्ति. तदा अतो गुणे इत्यस्य कार्यं सामान्यतया चिन्तयतु अतो गुणे कार्यं भवति वा भवति गुणे भवति खलु. अधुना चिन्तयतु तस्मात् कार्यात् पूर्वं चिन्तयतु यदि ति इति अजादेशः इति चिन्तयामः इति किमर्थम् अजादेशः इति ति इत्यस्य अजादेशत्वं यदि आरोपयामः चेत् दिस् एण्टैर् डिस्कशन् इस् बिकास् वी आर् ट्रैङ्ग् टु पुट् अजादेश आन् य शब्द विच् इस् दोषाय इति मातृभिः उक्तं. मातृभिः यत् उक्तं तथा न भवितुम् अर्हति. अच्छयुक्त हल्वर्णः चेत् नो चेत् अच्छयुक्त अक्ष्वर्णः चेत् अजादेशः न स्वीकर्तुं शक्यते इति मातृभिः उक्तम्. यदि अच्वर्णद्वयं नो चेत् हल् सहित अच्वर्णः अस्ति चेत् अजादेशः इति स्वीकर्तुं न शक्यते. केवलम् एक एव अच्वर्णः अस्ति चेदेव एकस्य एव अच्वर्णस्य स्थाने अन्यवर्णः यदा आयाति तदा एव अजादेशः इति स्वीकर्तुं शक्यते खलु. नौ वि आर् ट्रैङ्ग् टु अपोस् दट् व्यू. वि आर् सेङ्ग् नो नो इवन् विन् वि हाव् टु लेटर्स् वि केन् टेक् इट् अस् अन् अजादेशः बिकास् देर् इस् अन् अज् इन् इन् बिट्वीन् रैट् बिकास् अन्तर्भूतम् अस्ति इति कृत्वा केन् वि टेक् इट् अस् अजादेश. इत्युक्ते ति इत्यस्य यः लोपादेशः जातः ति इत्यस्मिन् स्थाने यः लोपादेशः जातः केन् वि टेक् इट् अस् अन् अजादेश इति प्रश्नः. ओके साक्षात् हि इत्येव अजादेशः बट् वि आर् टेकिङ्ग् इट् अस् अ फुल् अजादेशः. ओके फस्ट् देर् आर् टु स्टेप्स् महोदय वेर् हि इस् इनिशियलि टेकिङ्ग् एन् एण्टियर् टि एस् अजादेशः देन् हि सेकेण्ड् स्टेप् इस् टेकिङ्ग् ओन्लि इ एस् अजादेशः. सो वि आर् थिङ्किङ्ग् आफ् दिस् स्टेप् नौ स्थानिवत् भावः भवति वा वि आर् टेकिङ्ग् एन् एण्टियर् टि इवन् दो देर् आर् टु अच्वर्ण तत्र अच्वर्णः अस्ति हल्वर्णः अस्ति बोधवर्णस् वि आर् टेकिङ्ग् इट् एस् अजादेशः. देन् किं भवति पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद् भवति इति भवति खलु. तर्हि अतो गुणे इत्यस्य दृष्ट्या किं पश्यति न दिस् इस् नाट् हेपनिङ्ग् बट् पश्यति इति पश्यति खलु स्थानिवद् Now, the point is, we are trying to execute ato gune. Puru vidhi kartavyeti matva. Aduna asya drishtya kim bhavati? Vimshatya bhavati. Vimshatya bhavati. Pashyati kalu. Tarhi ato gune tese prasasti bhavati va? Kimartam? Adanta angasya? Prasakti nasti bhagini. Gune varne pare. Attara adanta mangam aduna asti va? Na. नास्ति. तर्हि अस्य सूत्रस्य अतोगुणे कार्यमेव न भवति. ति इत्यस्य लोपादेशः जातः इति कृत्वा अतोलोपस्य कार्यं न भवति. तर्हि किं जायते अन्ततो गत्वा सन्धिवर्णे दीर्घः भवति खलु. तदेव मम अंशः महोदय भिन्नरूपेण तत्र लिखितवान् तद्दोषः इति मन्ये. अतः सवर्णे दीर्घः इति भवति. अनेन किं जायते रूपं विंशा विंशा इति जायते. probably there are other sutras that might also be applicable, but the simplest I could think was because ti got dropped, I'm going to say akah savarni dirgha and we get vimsha. So doshaya rupa tad doshaya iti krutva yatra varna dvayam asti tad ajadesha iti na svikartum shakyate iti mahodayasya ashaya. Aduna bhinna rupena pashyamah एषः एव प्रसङ्गः, किन्तु चिन्तनं किञ्चित् भिन्नम्. अत्र ती इति अजादेशः, किन्तु अजादेशः यः अस्ति तस्य तु इकारः एव अत्र तु वर्णः अस्ति खलु. अतो गुणे इत्यस्य यद्यपि तीयस्य स्थाने अजादेशः इति कृत्वा लोपः जायते, तदा तु ती इत्यस्य अजादेशः इति स्वीकृत्य केवलम् इकारस्य एव वयं स्वीकुर्मः. वर्णद्वयस्य जायते किन्तु एकस्य केवलम् इकारस्य अजादेशः इति स्वीकृत्वा एवं कुर्मः चेत् अतो गुणे इत्यस्य इकारस्य स्थाने भवत्वं प्राप्नोति खलु. लोपस्य तु इकारः दृश्यते लोपस्य स्थाने, तदा तु अतो गुणे इत्यस्य दृष्ट्या विंश इ अ इति पश्यति. अधुना पुनः अतो गुणे इत्यस्य कार्यं भवति वा? अस्य कारणं सवर्णे दीर्घः इति स्यात् विंशा इति प्राप्नुमः वयं खलु. एतदपि दोषाय रूपं दोषाय अस्ति इति कृत्वा यत्र वर्णद्वयम् अस्ति तत्र कदापि वयम् अजादेशत्वं तत्र अच परस्मिन् पूर्वविधौ इति अजादेशत्वं न स्वीकर्तुं शक्यते. केवलम् एकः अचुवर्णः अस्ति चेदेव तत् स्वीकर्तुं शक्यते इत्येव तत्र वादः. महोदय कथं विंशयुग एयुग अतो गुणे विंशीयुग विश्य महोदय तु अत्र इकारम् अपि योजयित्वा तत्र महोदय लिखितवान्, तत्तु दोषाय खलु. इकारस्य तु लुपः जातः, इकारस्य तकारस्य लोपः जातः. वि केनाट् टेक् इट् अगेन्. केवलम् अतो गुणे इति पूर्वविधि विधौ कर्तव्ये एव एवं पश्यति. अकः सवर्णे इति तु केवलं सन्धिसौत्रम् अस्ति खलु. तत्तु तत्तु पूर्वविधि इति न स्वीकर्तुं शक्यते प्रायः. अत्र तस्य परस्मिन् पूर्व इत्यनेन इकार आदेशः भवति. अकार इकार पश्यति कथं अकसवर्णदीर्घः भवति किं भगिनि? तत्र अच परस्मिन् पूर्ववेदसूत्रं कर्तुं शक्यते चेत् इकारः पुनः तत्र भवति अकारः मध्ये आगत्य न उपविशति. केवलम् अस्य दृष्ट्या केवलम् अतो गुणे इत्यस्य दृष्ट्या इकारः अस्ति. अन्यसूत्रमस्ति चेत् परनिमित्तिकम् अन्यसूत्रमस्ति चेत् तस्य दृष्ट्या न भवति. केवलं पूर्वविधिकार्यस्य एव तथा भवति. पूर्वविधिः इत्युक्ते किं? स्थानी यत् अस्ति, स्थानिनः पूर्वं कश्चन विधिः आगत्य कार्यं कर्तुमिच्छति, तादृशविधिसूत्राणां विषये स्थानिवद्भवं तत्र भवति. अन्यसूत्राणाम् अत्र गुणत्र वि इत्यस्य किमपि कार्यमिति चिन्तयतु, तादृशस्य किमपि न भवति. अवगतं भगिनि. तदेव आशयः एवमेव अस्ति. अत्र अतो गुणे इति कार्यं यत् अस्ति, अधुना अजादेशः जातः खलु, तदनन्तरम् अतो गुणे इति पूर्वविधिकार्यम् इति स्वीकर्तुं शक्यते वा इत्येव मम प्रश्नः अस्ति. किमर्थम् इत्युक्ते सत्यम् एतदेव स्थानी अस्ति. अधुना अतो गुणे इत्यस्य कार्यं किम् अस्ति? गुणवर्णे परे अतः अङ्गस्य प्रायः स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते अत्र तु पूर्व स्थानिनः पूर्वं विधि आगत्य कार्यं कर्तुम् इच्छति खलु इति कृत्वा पूर्वविधि कार्यम् अस्ति अत्र गुणे. प्रश्नः अस्ति वा? अधुना महोदयस्य आशयः तर्हि यत्र वर्णद्वयस्य लोपः जायते इत्युक्ते आदेशः जायते सः तु अजादेशः, यद्यपि अचुवर्णः अस्ति अन्तर्भूतम् अस्ति तथापि तादृश आदेशः अजादेशः इति स्वीकर्तुं न शक्यते इति. भगिनी प्रश्नः अस्ति, सूत्रे ति इति उक्तं कथं वयं चर्चितवन्तः एव अन्यत् रूपाणि ति इति उक्तं खलु? इत्युक्ते ति लोपः भवति इति सूत्रे उक्तं, आमामां लुपः भवति. सो सो महोदयस्य वादः दोषाय. सो वट् एवर् हि पुट् इन् दिस् दिस् पर्टिक्युलर् सेण्टेन्स् वेर् हि से विंशय इति अनिष्टं रूपम् इति दोषाय अस्ति, बिकास् ई इस् लोप ई इत्यस्य लोपः जायते. विंशय इति रूपं कदापि न पश्यामः भवति. पूर्वविधिकार्यम् अस्ति चेदेव ई पश्यति, केवलं वर्णमेलने तु ई न पश्यति. अत्र केवलं वर्णमेलनम् इति चिन्तयतु, तदा तु ई इति वर्णं न पश्यति. तदेव अहं वदन्ती अस्मि. तदर्थमेव अकः सवर्णे दीर्घः इति मया उक्तम् आसीत्, विंशा इति भवति इति. अस्तु अस्तु, तावत्पर्यन्तं कृतवन्तः. वि आर् नाट् गोयिङ्ग् टु गो इन् टु वाट् इस् ऐ नो दीस् आर् इस् लैक् नाट् दि क्रिटिकल् पायिण्ट् रैट् दट् हीस् ट्रैङ्ग् टु मेक् रैट् वि डोण्ट् वाण्ट् टु आर्ग्यू आन् देट्. अस्तु अग्रे गच्छामः वा? न, तावत्पर्यन्तं कृतवन्तः. ओ एवं वा, तावदेव वा. अस्तु, तत्र हि पङ्क्तिद्वयमेव पठितवन्तः वा? ओ अस्तु. यस्य हलः तत् सूत्रं पुनः रचितवन्तः भगिनि. अन्यत् उदाहरणमपि अत्र स्वीकृतमस्ति. अग्रिमे सप्ताहे महोदय पाठयिष्यति. अद्य विरमामः वा? अद्य किञ्चित् मम आं भगिनि किं विरामः विरामः. धन्यवादः.